पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 160 महादेव उवाच अस्मात्तीर्थात् परं तीर्थं तीर्थराजेति विश्रुतं सपत्नद्यो वहं त्यत्र चन्दनोदगमिश्रितम् अन्यतीर्थाच्छदगुणं स्नानं चात्र विशिष्यते देवानां प्रवरो देवो यत्रास्ते वामनस्वयं द्वादश्यां माघमासस्य दद्याद्यस्तिलधेनुकं विमुक्तः सर्वपापेभ्यः कुलानां तारयेच्छदम् पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयदो मनुष्यः श्राद्धं कृतं तेन समासहस्रं रहस्यमेदत् पितरो वदन्ति तीर्थेऽस्मिन् भोजयेद्यो वै ब्राह्मणान् गुडपायसैः एकस्मिन् भोजिदे विप्रे सहस्रं भोजितं भवेद् इति श्रीपाद्मे महापुराणे उत्तरखण्डे वामनतीर्थं नाम 60 अधिकशततमोऽध्यायः ओम्।